नमस्तेभ्यः भाषापाकः द्वितीयभागस्य वर्गे सर्वेषां स्वागतम्। अद्यतननूतनविषयः अस्ति, परन्तु तस्मात् आरम्भात् प्राक् उपस्थापनं भवेत्। गतसप्ताहस्य पाठपुनस्मरणम् इति भवेत्। तत्र कुशलमहोदयस्य उपस्थापनमस्ति। अस्तु महोदय, धन्यवादः। सर्वेभ्यः नमो नमः। अध्यायः 73 + 100 शीर्षक अस्ति देवदत्तः धनेन गृहं निर्मितवान्। शिष्य आचार्येण पृच्छति, श्रीमन् देवदत्तः धनेन गृहं निर्मितवान् इति वक्तव्यम्। उत देवदत्तः धनेन गृहं निर्मापितवान्, कः साधुः इति? पुनः आचार्य पृच्छति, धनेन गृहं निर्मापितवान् इति वाक्यः एव साधु इति भवतः आशयः? शिष्यः वदति, देवदत्तः धनं व्ययकृतः एवं गृहस्य स्वामी अपि, किन्तु निर्माणं क्रिया तु कर्मकरैः एव अन्यपुरुषाः कृता, अतः सः गृहनिर्माणस्य कारयिता न तु कर्ता। आचार्य वदति, आचार्य एकः मुख्यसन्देशः ददाति, यदि कर्तुम् एवं कारयितुं भेदः विवक्षते तर्हि कार्यसाक्षात् कर्मकरैः कुर्वन्ति एवं कार्यचित्रं देवदत्तस्य कर्मकरैः देवदत्तस्य धनं प्राप्तेन गृहं निर्माणं कार्यं कुर्वन्ति। यद्यपि देवदत्तः स्वयं कार्यं न करोति, तथापि कर्मकाराणाम् एवं देवदत्तस्य कार्यकर्तृत्वं समान एव। सः आचार्यस्य सन्देशः। अतः सामान्यव्यवहारे तु देवदत्तः धनेन गृहं निर्मितवान् इति प्रयोगः साधु, कोऽपि न दोषाय। शिष्यः पुनः पृच्छति, आचार्य कथम् एतत्? देवदत्त स्वयं तु किमपि न कृतं निर्माणकार्यम्। आचार्य वदति, एतादृशप्रश्नाः भाष्यकारे अपि आसन्। तत्र आचार्यः कृषिविषये एकः उदाहरणं ददाति, देवदत्तः गृहे तुस्मिन् आसीनः एवं पञ्चभिः हलैः कृषति, अर्थात् कृषिकार्यं करोति। तुल्यन्यायेन देवदत्तः धनेन गृहं निर्मितवान् इति प्रयोगः अपि साधुः एव। एतादृशे वाक्यप्रयोगे किञ्चन उपपदम् अवश्यं भवेत्, यथा धनेन हलैः। उपपदं तृतीयविभक्तित्वं भवति, तत्र नित् प्रत्ययस्य प्रयोगः यथा निर्मितवान् न आवश्यकम्। अध्यायः सम्पूर्णः अस्ति। अध्यायः 73 + 100 शीर्षक अस्ति निरपराध उत निरपराधी। शिष्य वदति, शिष्य आचार्ये प्रश्नं पृच्छति, श्रीमन् निरपराधी इत्यस्य प्रयोगः किम् अनुचितः? तत् आचार्य पृच्छति, भवता कस्मिन् अर्थे निरपराधिशब्दस्य प्रयोगः इष्यतु? शिष्य उत्तरं ददाति, यः अपराधं न कृतवान् तत् निर्देष्टुम्। आचार्य वदति, तर्हि अनपराध इति प्रयुक्तम्। इदानीम् अनपराधः उचितः शब्दः। अध्यापकमहोदय अवदत् इदानीं पदं त्रयं, प्रथमम् अनपराध, द्वितीयम् निरपराध एवं तृतीय निरपराधी। प्रथम अनपराध बहुव्रीहि समासः अस्ति, विग्रहवाक्यमस्ति, न विद्यते अपराधः यस्य सः, अर्थात् यः अपराधम् अपराधः कदापि न कृतवान्। द्वितीयपदं निरपराध अपि बहुव्रीहि समासः, विग्रहवाक्यम् अस्ति, निर्गतः अपराधः यस्य सः वा निर्गतः अपराधः सः निरपराधः। एतत् कोऽपि संशयः अस्ति अपराधः अनेन कृतः वा अथवा सः अपराधकार्यं सहायक अकरोत् इत्यादि। अन्ततो गत्वा अपराध अनेन कृतः जानाति सः न दोषी, सः निरपराधः। तृतीयपदं निरपराधी इदानीं प्रातितत्पुरुषसमासः अस्ति, समासः प्रवृत्ति अस्ति, निरपराधः अस्ति अस्तीति निरपराधी तद्धितवृत्ति तस्य। सोपान इदानीं सोपानद्वयं, प्रथमं सोपानं निरपराधी प्रति तत्पुरुषसमासः अस्ति, विग्रहवाक्यमस्ति, निरपराधः अस्य अस्तीति निरपराधी। पूर्वपद उत्तरपदयोः सामान्याधिकरणं भवति। समासः वृत्ति अस्ति, द्वितीयसोपानं निरपराध अस्य अस्ति तर्हि निरपराधी इति, अर्थात् तद्धितः प्रत्ययः अस्ति एवं समासः भवति अपि अस्ति। आचार्य वदति निर्दोषः निरुपयोगः दीर्घकेशः अपि एतादृशः प्रयोगः अपि अर्थात् निर्दोषी प्रशस्ता। आदित्य अध्यायः सम्पूर्णः। धन्यवादः। अस्तु महोदय, समीचीनमस्ति। अस्तु उत्तमम्। निरपराधः निरपराधिविषये पठितं गतसप्ताहे। अद्य नूतनविषयः अस्ति, तत्र कुशब्दविषये अस्ति खलु, तत् आरभामहे। तर्हि देवकान्तमहोदय, पञ्चसप्ततिः अधिकशततमः पाठः। तदन्न कुजनादयः इति अस्ति शिष्यः। श्रीमन् कुत्सितः जनः इत्युक्ते कुजनः, कुत्सितः मार्गः समं कुमार्गः इत्यादिषु अहं मन्ये तस्य प्रश्नः अस्ति, कुत्सितः जनः इत्युक्ते कुजनः वा या न, कुत्सितः मार्गः इत्युक्ते कुमार्गः वा या न इति शिष्यस्य प्रश्नः अस्ति इति अहं मन्ये। आचार्यः, कु इत्येतत् अव्ययं कुत्सितार्थकं तत्, कुगतिप्रादयः इति अस्ति इति सूत्रेण समासः, अश्वपदविग्रहः तत्र। आचार्य शिष्यः इदानीं केचन विग्रहवाक्यं वदति, कुत्सितः जनः कुजनः, कुत्सितः मार्गः कुमार्गः इति द्वे विग्रहवाक्ये वदतः आचार्य वदति, कु इत्युक्ते एकम् अव्ययं कुत्सितार्थकम् इति तस्य अर्थं, गुगतिप्रायदयः इति सूत्रेण समासः, अश्वपदविग्रहः इत्युक्ते अहं न जानामि. अस्तु अस्तु अस्तु, करिष्यामः करिष्यामः, चिन्ता नास्ति. तर्हि यथा शीर्षकम् अस्ति अद्यतनाध्यायस्य, तत्र किं वदति, तत्र कदन्न कूजनादयः इति अस्ति. तर्हि अत्र किमस्ति, हू इति एकः प्रत्ययः अस्ति, एवं तत्र शिष्यस्य प्रश्नः अस्ति, यदि कुत्सितः जनः, कुजनः इति वदामः, कुत्सितः मार्गः, कुमार्गः एतादृशेन भवति, तर्हि बहवः एतादृशानि पदानि सन्ति वा इति शिष्यस्य प्रश्नः. आचार्यः वदति आमामां, कु इति यत् अस्ति तत् अस्ति अव्ययं. तर्हि तस्य अर्थं किम्? तर्हि एकः तत्र पाणिनिसूत्रमस्ति, कुगति इति लिखितमस्ति खलु, कुगति प्र आदयः इति, तत्र कुगति प्र आदयः इति, इत्युक्ते किं कुगतिप्रादयः इत्युक्ते नित्यः तस्य कुत्सितः इति अर्थं भवति, इति कुत्सितः इति अर्थः कु इति अव्ययसङ्गकपूर्वपदेन भवति, एवं नित्यं तत्र तत्पुरुषसमासः भवति. कुगति, गति इति इत्युक्ते भावः खलु, कुगति यस्य इति भावः अस्ति, कुगति एतादृशेन सम्बन्धः अस्ति चेत् एतादृशेन भवति इति. गति इत्युक्ते उररीकृतम् इति पाणिनिसूत्रे इति दत्तमस्ति, इत्युक्ते कोऽपि पुरुषः अस्ति पापार्थे कार्यं करोति चेत् कुपुरुषः. प्र आदयः इत्युक्ते प्रादयः इत्युक्ते निन्दायाम्, इत्युक्ते दुष्पुरुषः इति वदामः, कुगति प्र आदयः इति एतादृशम्, इत्युक्ते एतादृशं कार्यं करोति चेत् यत् सत् कार्यं करोति सुपुरुषः, यत् निन्दा कार्यं करोति चेत् प्रादयः भवति चेत् तत् भवति कुपुरुषः इति एतादृशेन वदति. तत् सूत्रं कुगतिप्रादायः प्रादयः, कुगतिप्रादयः इति सूत्रम् इति सूत्रेण समासः अपि अस्ति, समासः वदति नित्यतत्पुरुषसमासे भवति एतादृशं, नित्यतत्पुरुषसमासे भवति. तर्हि कीदृशम् उदाहरणं तादृशेन अस्ति, तत्र कुत्सितः इत्युक्ते पापी पुरुषः, कुपुरुषः, कुत्सितः जनः तादृशेन कुजनः, बहवः एतादृशानि कर्तुं शक्यन्ते खलु, कुत्सितः मार्गः कुमार्गः, कुत्सितः देशः कुदेशः, यतोहि एतादृशम् अव्ययमस्ति तर्हि कुत्सिता दृष्टिः कुदृष्टिः, कुत्सितः पुत्रः कुपुत्रः, कुत्सितः ग्रामः कुग्रामः, एतादृशेन बहवः शब्दाः अत्र भवितुमर्हन्ति खलु. कुत्सित इत्युक्ते अस् पदविग्रह विग्रहः तत्र अस् अस् इति भवति कुत्सितः इति अत्र केवलं तत् वदति आचार्यः उ इत्युक्ते अव्ययं कुत्सितार्थकं तत् अन्यत् किमपि नास्ति कुत्सितः इत्युक्ते सूत्रेण केवलं दत्ते दत्तमस्ति पाणिनिसूत्रं कु इति अव्ययसंज्ञक पूर्वपदम् इति भवति तत् तत्पुरुषसमासः भवति अन्यसमासः अन्यत्र भव कुत्सितः विग्रहवाक्यं किं कुत्र यदि कुपुरुषः वदामः चेत् कुत्सितः पुरुषः इति विग्रहवाक्यं यदि कुपुरुषः पदमस्ति विग्रहवाक्यं भवति कुत्सितः पुरुषः कुत्सितः पुरुषः हा इति एतादृशमस्ति इति कुत्सितः पुरुषः कुपुरुषः इति अस्ति गति इत्युक्ते केवलं भावसम्बन्धी अस्ति एतादृशं प्रादयः इदानीमेव चर्चितवन्तः दुर्निन्दायाम् इति वदामः इति एतादृशसम्बन्धे अस्ति चेत् एतत् सूत्रम् अष्टाध्यायीमध्ये अस्ति कुगतिप्रादयः इति सूत्रेण एतादृशानि पदानि भवन्ति यत्र कु भवति अव्ययसङ्गक पूर्वपदम् एतादृशम् अस्तु कोऽपि प्रश्नः अस्ति देवकान्तमहोदय अत्र न महोदय अश्वपदविग्रहः इत्युक्ते किं महोदय अस्पद अस् अस् अस् अस् इति अस्ति इत्युक्ते तत् केवलं तस्य एव पदस्य इत्युक्ते कु इति पदस्य कु इति पदस्य इति कुत्सितः इति भवति इति अस्ति अस्तु अग्रे सरामः तर्हि अस्तु तत्र उदयकुमारमहोदय पठितुं शक्नोति वा महोदय अग्रे शिष्यः कदन्नं कदंशः इत्यादिषु कुत्सितार्थकता एव खलु शिष्यस्य प्रश्नः यदा कु इत्येतत् अव्ययात् कुत्सितः जनः कुजनः यदा अस्ति तदेव कदन्नं कदंशः कुत्सितार्थकता अस्ति वात्र इति प्रश्नः आचार्य आम् कु इत्यस्य कदादेशः को कत्तत्पुरुषे को कत्तत्पुरुषे चि इति सूत्रेण इति वदति अत्र सूत्रस्य उल्लेखनमस्ति आचार्य आम् एव वदति अग्रे कदादेशः सूत्रेण न भवति खलु इत्युक्ते पूर्वे कदादेशसूत्रम् उल्लेखम् अस्ति वा अहं न जानामि न न न नास्ति अद्य अत्र एव आरभ्यते अत्र कदादेशः इत्युक्ते किं भवति तत्र अत्र पश्यतु कदन्नम् इति अस्ति खलु तत्र किं भवति कु इति तु अस्ति एव परन्तु कु स्थाने भवति कद् कदा भवति यदि अग्रे अच् शब्दाः अद् अच् वर्णः अस्ति चेत् तर्हि अग्रे किमस्ति अन्नम् अस्ति अकारः अस्ति स्वरः अस्ति खलु कदंसः कद् एवं कु अस्ति परन्तु अग्रे अंसः इति अस्ति खलु तर्हि तर्हि भवति कद् एतादृशं तर्हि कथं जानीमः अत्र वदति शिष्यः शिष्यस्य प्रश्नः अस्ति खलु, कदन्नं कदं सः इत्यादिषु कुत्सितार्थकता एव खलु, इत्युक्ते अर्थमेव कु इति अर्थः अस्ति खलु, दुष्ट एव अर्थः. आचार्य वदति आमामां तत्तु अस्ति एव, परन्तु कुपदस्य अत्र कद् आदेशः भवति, अत्र केवलं कु इति नास्ति, हा इति अस्ति इति यदि पश्यन्ति चेत् तत्र कुपुरुषः अस्ति, तत्र दकारः नास्ति. किमर्थं कदादेशः सर्वत्र न भवति खलु, यदि कदा आदेशः न भवति, यदि अच्वर्णाः सन्ति, वदतु वदतु स्थाने कर्तन इति अर्थम् अत्र आदेशः अस्ति इति अस्ति इति अस्ति इति अस्ति. तर्हि सूत्रं किम् अस्ति, कोः कत् तत्पुरुषे इति, इत्युक्ते तत्र तत्पुरुषसमासः अपि भवति, एवं कुस्थाने कद् आदेशः भवति खलु, कत् कद् समानमेव खलु, तथद् सन्धिविषये जानीमः. तर्हि अत्र कु इत्यस्मात् अनन्तरं यदि अजादि उत्तरपदं विद्यते, इत्युक्ते अच् पदानि सन्ति चेत् किं भवति, कुः अथवा कु शब्दस्य कद् आदेशः भवति इति एव आचार्यः वदति. कुस्थाने कद् आदेशः भवति यदि उत्तरपदम् अच् अस्ति चेत्. उदाहरणं किम्, कुत्सितम् अन्नम् इति वदामः तत्पुरुषसमासे, किं वदामः, कुत्सितम् अन्नम् इति वदामः. कुत्सितम् अन्नं कदन्नं, परन्तु कथम् अभवत् इति, कु अन्नम् इति न, कद् अधिकम् अन्नं कदन्नं, तादृशेन. अपि च अन्य उदाहरणानि अपि सन्ति खलु, पुस्तके सर्वे दत्तं नास्ति, परन्तु वयं तु कर्तुं शक्नुमः. इत्युक्ते कुत्सितः अश्वः किं भवति, कद् अधिकम् अश्वः, कदश्वः. कुत्सितः हंसः, कदंसः. इदानीं कुत्सितः आहारः वदामः चेत् कदाहारः, कुत्सिता अम्बा कदम्बा, कुत्सितः उद्देशः उद्देशः उद्देशः, कुदुद्देशः, कुत्सिता उर्मी. महोदय कदुद्देशः इति अस्ति खलु, कदुद्देशः कदुद्देशः कु इति नास्ति, कदुद्देशः समीचीनम्. कुत्सितः उद्देशः, कदुद्देशः समीचीनं, कदुद्देशः इति भवति. कुत्सिता उर्मी भवति कदुर्मी, एवं कुत्सितः अर्थः भवति कदर्थः, एतादृशेन भवति अजादि पदानि. तर्हि केवलम् अत्र अस्ति, एतत् अस्ति, कुस्थाने कदादेशः भवति उत्तरपदम् अच् अस्ति चेत्. एवमत्र समासः अपि तत्पुरुषः यथा हल्वर्णाः अग्रे आसन् तदपि आसीत् चेदपि तत्पुरुषः आसीत्, अत्रापि तादृशं कुत्सितः भवति, परन्तु केवलं कुस्थाने कदादेशः भवति अग्रे अच् अस्ति चेत्. अस्तु, समीचीनम् इदानीम्, अथवा प्रश्नः महोदय? समीचीनं, धन्यवादः. अस्तु अस्तु अस्तु, अति उत्तमम्. अग्रे अश्लेष महोदय. शिष्यः वदति कदादेशः सर्वत्र न भवति खलु, आचार्य वदति यत्र तत्पुरुषसमासः, यत्र च अजादिपदं, यस्य आदौ अच् स्वरः भवति सः अजादिः, उत्तरपदं भवति तत्रैव कदादेशः न अन्यत्र. तत् अरविन्दो अस्ति, कस्त्रयः कद्रथः कद् कद्वदः कतृणम् इत्येतेषु अजादिपरत्वाभावे अपि विशेषेण कदादेशः विहितः. शिष्यः वदति कदादेशः सर्वत्र न भवति खलु. सूत्रेषु वयं चर्चितवन्तः अचि अस्ति अग्रे चेत् भवति. आचार्य अपि तथा एव वदति. प्रथमे इत्र तत्पुरुषसमासः भवति, अपि अजादि अग्रे उत्तरपदमपि अजादि अस्ति चेत् कदादेशः तत्र भवति. परन्तु अन्यत्र केचन अपवादाः सन्ति. कस्त्रयः तत्र त्रयः अस्ति, तत्र अकारम् अथवा अचि नास्ति उत्तरपदे, त्रयः पदे. परन्तु तत्रापि कदादेशः भवति, तदनन्तरमपि सन्धि भवति. कस्त्रयः, तदनन्तरं रथः अस्ति इति मन्ये. रथः तर्हि कद्रथः भवति. अस्मति न अज् नास्ति, अत्र अज् नास्ति, रथः अस्ति, तथापि कद् अस्ति, कदादेशः कदस्ति. आमामाम्. तथा एव वदः अस्ति, तर्हि वकारम् अचि नास्ति चेत् अपि कद्वदः. तदनन्तरं ऋणम् अस्ति अथवा तृणम् अस्ति, तर्हि कतृणम् इति वदति. तृ अपि सकारमपि अजि नास्ति. अजादि परत्वा अभावे अपि, तस्य अभावे अपि विशेषेण कदादेशः विहितः. विशेषेण इत्युक्ते यदि एतत् पदं विशेषण इव कार्यं करोति चेत् भवति. सम्यक्. अत्र किमस्ति, अत्र विशिष्ट उत्तरपदानि सन्ति चेत्, एतावत्पर्यन्तं दृष्टवन्तः यदि हल् वर्णाः अस्ति चेत् कूपदस्य किं भवति कीदृशं, यदि अच् वर्णाः अग्रे सन्ति चेत् कीदृशं भवति इति नियमद्वयं. परन्तु सर्वत्र विशिष्ट कानिचन सूत्राणि भवन्ति खलु, भाषा यदस्ति चेत्. अत्र कु इत्यस्मात् अनन्तरं कानिचन विशिष्टानि उत्तरपदानि विद्यन्ते. यदि केवलं हल् अस्ति इति कु स्थाने कदिति नास्ति, एतत् अश्लेषमहोदयेन यत् पठितं तत् एतद् वदति. कानिचन विशिष्ट उत्तरपदानि विद्यन्ते, कुशब्दस्य कद् आदेशः भवति, तैः सोपानत्रयम् अत्र खलु, सोपानत्रयं. तर्हि किं भवति, अत्र वदति अत्र वदति प्रथमं वदति अत्र कत्रयः अत्र किमस्ति, कस्त्रयः इति न भवति इति मन्ये. त्रयः सकारः प्रायशः त्रुटिः अस्ति इति मन्ये, पुस्तके यद् दत्तमस्ति. किमर्थम् इत्युक्ते अत्र अपि पाणिनिसूत्रमस्ति, अन्यत् पाणिनिसूत्रमस्ति षष्ठाध्याये एव अस्ति. तदेव सूत्रं तदेव सूत्रम् अस्माकं कार्यं करोति अत्र, इत्युक्ते कोकत् तत्पुरुषे इति सूत्रमासीत् खलु, कोकत् तत्पुरुषे अत्र अत्र अपि कार्यं करोति एतत्. परन्तु अग्रे अन्यत् अस्ति सूत्रमस्ति, त्रौ च, त्रौ इति वार्तिकम् अस्ति त्रौच अन्यत् सूत्रं त्रौच सूत्रेण सूत्रेण किं भवति इत्युक्ते वदति अग्रे यदि त्रयः अस्ति चेत् अग्रे त्रयः अस्ति चेत् तर्हि त्रयः तु अच् नास्ति अत्र तर्हि कुस्थाने कद् आदेशः न भवति परन्तु एतद् विशिष्टसूत्रमस्ति हा विशिष्टसूत्रमस्ति एतत् तर्हि कानिचन विशिष्टसूत्राणि विकल्पेन यत्र भवति एतत् एकं कुस्थाने कद् अत्र भवति यदि अग्रे त्रयः अस्ति चेत् तर्हि पाणिनिसूत्रमस्ति त्रौच इति एक एक सूत्रमस्ति तत् इति प्रथमसोपानम् प्रथमविशिष्टसूत्रं द्वितीयविशिष्टसूत्रम् अस्ति यदि रथः इति दत्तमस्ति चेत् साक्षात् एव अग्रिमं सूत्रमस्ति अष्टाध्यायमध्ये तर्हि कोकतत्पुरुषे इति षष्ठाध्यायतृतीयपादः एकाधिकशततमसूत्रम् इति अस्ति द्वयाधिकशततमसूत्रम् अन्यत् अस्ति एतत् किं वदति रथ वदयोः इत्युक्ते यदि रथ अस्ति अथवा वद् अस्ति चेत् रथ वदयोः च रथ वदयोश्च इति सूत्रम् अन्यत् किमपि न रथ वदयोश्च इति तर्हि किं वदति रथ वद इति अनयोः उत्तरपदे यदि कः अस्ति चेत् तत् तत्रापि कद् आदेशः भवति उदाहरणं किं साक्षात् पाणिनिसूत्रमेतत् उदाहरणं वदति कुत्सितः रथः तर्हि किं भवति कद् रथः इति प्रथमम् अन्यत् कुत्सितः वदः कुत्सितः वदः इत्युक्ते चिन्तयतु कोऽपि वक्ता अस्ति खलु एवं कुवाक्यमेव वदति तर्हि कुत्सितः वदः अस्ति चेत् तद्वदः इति भवति इति द्वितीयविशिष्टम् इति अस्ति पश्यन्ति चेत् अत्र पश्यतु तत्र अधुरेखा रेखाङ्कने दत्तमस्ति खलु कद्रथः कद्वदः इति तर्हि कुतः आगतम् अष्टाध्यायमध्ये पश्यामः चेत् रथवदयोः च इति सूत्रमस्ति तर्हि एतद् वदति द्वितीयविशिष्ट उत्तरपदानि तत् उत्तरपदं खलु इदानीं तृतीयविशिष्टम् अस्ति तदपि तस्य अग्रे अन्यदेकसूत्रमस्ति अष्टाध्यायमध्ये तत् किं वदति तत् त्र्यधिकशततमसूत्रमस्ति षष्ठाध्यायतृतीयपादे एव तद् वदति तृणोच जातौ इति इत्युक्ते तृणे इत्युक्ते सप्तमी अस्ति एकवचने च इति अस्ति इत्युक्ते अव्ययं जातौ इति सप्तमं सप्तमी अस्ति एकवचने किं वदति तृणशब्द उत्तरपदे जातिः अस्ति चेत् कोः तस्य कद् आदेशः भवति तत्र तृण इत्युक्ते जातिः वदति अन्यत् किमपि न जाति जाति तर्हि अत्र किं वदामः यदि तृण् शब्द उत्तरपदे अस्ति जातेः निर्देशां कोऽपि जातिः इति निर्देशयति चेत् कुशब्दस्य कद् आदेशः भवति तत्तृणा नाम जातिः अस्ति तत्तृणानां नाम जातिः तर्हि अत्र किं वदामः कुत्सितं तृणं कुत्सितं तृणं भवति कुत्तृणम् अत्र पुस्तके कत्तृणमिति दत्तमस्ति परन्तु तद्भवति एकनिमिषः पश्यामः एकनिमिषः तत्र त्रुटिः कुत्र अस्ति कदादेशः भवति खलु पुस्तके सम्यक् दत्तमस्ति कत्तृणमिति भवति सम्यक् सम्यक् हा कत्तृणं पुस्तके सम्यक् दत्तमस्ति कत्तृणमिति भवति कुस्थाने कदादेशः भवति यदि तृणोच जातौ इति अस्ति चेत् इति अस्ति तृतीयविशिष्टरूपम्। सम्यक् वा महोदय अत्र अश्लेष महोदय? आम् अस्तु, सम्यक् अस्ति। सर्वत्र अच् अस्ति चेत् कुस्थाने कद् भवति इति नास्ति, तत्र विशिष्ट उत्तरपदानि इदानीं त्रीणि अत्र दत्तमस्ति, तत्र भवति एतादृश कुस्थाने कदादेशः। अस्तु सम्यक्, अग्रेसरामः तर्हि कुशलमहोदय। अग्रे कुशलमहोदय, शिष्य वदति कुत्सितम् अन्नं यस्मिन् सः कन्नः। अयमत्र सारः अजादौ उत्तरपदे कुत्सितार्थे कदादेशः। हलादौ उत्तरपदे तु न कदादेशः, अतः कु अतः कु इत्यस्येव श्रवणं यदि आय उत्तरपद अस्ति अजादौ उत्तरपदे कुत्सितार्थे कद् आदेशः भवति तर्हि? यदि हल् आदौ उत्तरपदे तत्तु न तत् कदादेशः न भवति, अतः कु इत्यस्येव श्रवणम्। कु अर्थात् कुस्थाने को अर्थात् निन्दा तथा पापः यदि अकारः अच् उत्तरपदे अस्ति तर्हि कदादेशः भवति, यदि व्यञ्जनमस्ति हल् अस्ति उत्तरपदे तत् तु न कदादेशः कद् आदेशः न भवति। अतः अहं मन्ये समीचीनम् इत्युक्ते अजाद उत्तरपदे यत् उदयकुमारमहोदयेन पठितं तत् आसीत्, तत्र कुस्थाने कदादेशः वयं दृष्टवन्तः, हलादौ न भवति, हा कदादेशः भवति, कु इति एव श्रवणं भवति। इत्युक्ते ये उदाहरणानि अस्माकं दृष्टम् इति आरम्भे आसीत् खलु, इति कुपुरुषः इति अस्ति अथवा कुत्सिता दृष्टिः कुदृष्टिः, पुत्रः दुष्टपुत्रः अस्ति कुत्सितः पुत्रः कुपुत्रः, एतादृशं ग्रामः सम्यक् ग्रामः नास्ति कुत्सितः ग्रामः कुग्रामः एतादृशम्, अथवा कुत्सितः जनः कुज्जनः एतादृशेन सन्ति चेत् तत्र तु न भवति इति अस्ति। अस्तु अग्रे अपि पठितं वा अयं नियमः? पठतु तत्। आचार्य अयं नियमः तत्पुरुषे कर्मधारये अपि कर्मधारय तत्पुरुषभेदः एव भवति इति स्मर्तव्यं। कुत्सितः उष्ट्रः यस्य भवति सः कुष्ट्रः। बहुब्रीहित्वात् अत्र न कदादेशः एवमेव अन्यत्र अपि। यदि तत्पुरुषः तत्पुरुष उत्तरपत्प्राधान्यं भवति, उत्तरपत् प्रथमा विभक्ति कर्मधारयः समानुभक्तिद्वयपदो एव भवति इति स्मर्तव्यम्. कर्मधारयः एवं तत्पुरुषे भेदः. कर्मधारयः द्वयोः समानुभक्ति, तत्पुरुषः उत्तरपद प्रथम उत्तर एवम् उत्तरपद प्राधान्यं. कुत्सितः उष्ट्रः यस्य भवति सः कुरुष्टः. कुरुष्टः अर्थात् उष्ट्रः न जानीमः, मरुभूमौ मरुभूमौ दृश्यते खलु. पूर्वे अपि आसीत्, पूर्वे अध्यायेषु पूर्वे अपि आसीत् उष्ट्रः. अन्य उदाहरणानि उष्ट्रः इति पक्षी वा केमल् मरुभूमौ दृश्यः. अस्तु, इत्युक्ते उष्ट्रपदस्य तत्र बहु किमपि अस्ति खलु. उष्ट्राख्यः इत्युक्ते यस्य दृष्टिः तादृशेन, उष्ट्रत्वम् इत्युक्ते यः जलं बहु न पिबति परन्तु बहुदिनपर्यन्तं तिष्ठितुं शक्नोति तादृशेन खलु. एवं यः सारथिः अस्ति, यदि रथे तादृश उष्ट्रः अस्ति चेत् उष्ट्रपालः, यदि उष्ट्रे यानं कुर्मः चेत् उष्ट्रयानः यानम्, एतादृश बहवः पदानि सन्ति. अस्तु महोदय, कुशलमहोदय समाप्तं वा? अस्तु अस्तु अस्तु, सम्यक्. तर्हि अत्र वदति, तत्र अयं नियमः तत्पुरुषे भवति, तत्र कर्मधारे भवति अपि कुत्र इति भवति. कुत्सितः उष्ट्रः अस्ति चेत् कुष्ट्रः, एतादृशं बहुव्रीहिसमासः अत्र. इत्युक्ते इत्युक्ते सर्वत्र इत्युक्ते सर्वत्र सर्वत्र एव तत्पुरुषः भवति इति नास्ति, अन्यत्र कुत्र कुत्र एतादृशानि एतादृशानि भवति इत्युक्ते सर्वे अपि आदेशः आदेशाः तत्पुरुषसमासस्य विषये एव भवति एतावत्पर्यन्तं यत् पठितं. बहुव्रीहिसमासस्य विषये तत्र प्रसक्तिः नास्ति, परन्तु कुत्र कुत्र यथा कुत्सितः उष्ट्रः, परन्तु कुत्सितः उष्ट्रः अस्य सः कुत्र कुत्र अपि भवति. एतावत्पर्यन्तं किं पठितम् इत्युक्ते यदि तत्पुरुषः अस्ति चेत् कुत्सितः पुरुषः कुपुरुषः खलु. तत्पुरुषसमासः इत्युक्ते किम्? उत्तरपदप्राधान्यं खलु. इत्युक्ते कुत्सितः पुरुषः एतादृशेन आसीत्, कुत्सितः जनः, कुत्सितः मार्गः एतादृशेन आसीत्, तर्हि तत्पुरुषसमासस्य विषये. परन्तु कुत्र कुत्र अन्ये समासाः अपि भवन्ति, यथा उष्ट्रः अस्ति चेत् कुत्सितः उष्ट्रः अस्य सः इति भवति, इति भवति बहुव्रीहिसमासः. उष्ट्रशब्द उष्ट्रशब्देन बहुव्रीहिसमासे एव तस्य तस्य व्यवहारः दृश्यते. एतादृशम् अन्ये उदाहरण तत्र अन्ये द्वयं उदाहरणद्वयमस्ति, अग्रे अग्रे वदामः, अग्रे चर्चयामः, अग्रे आगमिष्यति तत् करिष्यामः, परन्तु एतावत्पर्यन्तम् एतत् समीचीनमस्ति. अस्तु, अत्युत्तमम्. अग्रे देवकान्तमहोदय. शिष्यः कुत्सितम् अन्नं यस्मिन् सः क्वन्नः, कुत्सितम् अस्त्रं यस्य सः क्वस्त्रः इत्यादीनि अत्र उदाहरणान्तराणि. शिष्यः अन्य केचन उदाहरणानि दत्तवान्, कुत्सितम् अन्नं यस्य सः क्वन्नः, तत्रापि बहुभिः समासेन कार्यं करोति. कुत्सितम् अस्त्रं यस्य सः क्वस्त्रः अन्यतेक बहुभिः समासस्य उदाहरणमस्ति. आचार्य आम्, क्वन्नः वस्त्रादयः विरलतया श्रूयन्ते लोके इति तु अन्यदेतत्, परन्तु एतत् उदाहरणानि विरलतया एव लोके श्रूयन्ते इति आचार्यः उत्तरं ददाति. शिष्यः, का पुरुषः कामधुरम् इत्यादिषु का इति यत् श्रूयते, अन्य कोऽपि पठेत् महोदय, अन्य कोऽपि पठति. समीचीनं अस्तु, अत्युत्तमं. परिशिष्यस्य अन्यप्रश्नाः अपि सन्ति तत्र बहुव्रीहिसमास उदाहरणे सर्वत्र तत्पुरुषः नास्ति कृत्वा आचार्य वदति आमामां. तत्र क्वन्नः क्वत्स्रादयः खलु इति एतादृश एतद् विरलतया श्रूयते लोके अन्य उदाहरणानि सन्ति इति आचार्यः उक्तवान्. सम्यक्, इदानीम् अग्रे तर्हि उदयकुमार महोदय. शिष्यस्य प्रश्नः अस्ति, का पुरुषः का मधुरम् इत्यादिषु का इति यत् श्रूयते तत् कदा भवति विषयं किम् इति प्रश्नः अस्ति. आचार्य वदति का पुरुषः इत्यत्र कुत्सितार्थे कोः तु इत्यस्य का इति आदेशः, सा च विकल्पेन सु विभाषा पुरुषे उल्लेखमस्ति, अतः का पुरुषः कुपुरुषः इति रूपद्वयं. किन्तु का मधुरम् इत्यत्र कोः ईषदर्थकत्वं न तु कुत्सितार्थकता, अतः का मधुरं नाम ईषन्मधुरम् इत्यर्थः. अत्र आचार्य वदति का पुरुषः इत्यत्र कुप्सितार्थे कोः का इति आदेशः, कु स्थाने का आदेशः भवति, अतः तत्र का पुरुषः इति पदं भवति इति. विकल्पेन सा च विकल्पेन का पुरुष कुपुरुष इति अपि रूपद्वयं स्तः इति वदति. विभाषापुरुषे इति सूत्र उल्लेखं ददाति, तत्र रूपद्वयम् अस्ति, का पुरुषः अपि अस्ति कुपुरुषः इति अपि सम्यक् एव इति. किन्तु का मधुरम् इत्यत्र कोः इषदर्थकत्वं, तत्र मधुरं विषये तत्र कुप्सितार्थकता नास्ति, अतः तत्र का मधुरम् इति भवति. किम् अर्थं भिन्नम् अस्ति, अतः तत्र तु कामधुरम् इति भवति. कामधुरम् अर्थात् मधुरं नास्ति इति न, कु इत्युक्ते किमस्ति, कु सम्यक् नास्ति, मधुरं नास्ति, कुत्सितार्थकः. इत्युक्ते केवलं मधुरं न, एतत् इत्युक्ते का लवणं खलु, का जलं, ताम्लः, एतादृशे अपि भवति, को उष्णम् इति भवति, एतादृशम् रुचिः विषये एतादृशमस्ति चेत् भवति. तर्हि इदानीं पश्यामः चेत् शिष्यस्य प्रश्नः किम् आसीत् महोदयेन, यत् उक्तं का पुरुषः, का मधुरम् इत्यादिषु का इति भवति खलु, एतावत्पर्यन्तं किं दृष्टं, भवति कु अथवा कद् दृष्टम् एतावत्पर्यन्तं. हा, परन्तु आकारः का इति न दृष्टम् एतावत्पर्यन्तं. तत् अस्ति शिष्यस्य प्रश्नः. तर्हि का पुरुषः इति कुत्सितार्थे कोः, कु इत्यस्य का इति आदेशः भवति. तर्हि कुत्र, हा हा हा हा इति सूत्रमस्ति विभाषार्थे. विभाषार्थे इत्युक्ते सः वदति पुरुषशब्दः उत्तरपदे विभाषा कोः का इति आदेशः भवति खलु इति. तर्हि उदाहरणानि के सन्ति इति यदि आयाति चेत् विकल्पेन एतादृशेन भवति. तर्हि अतः का पुरुषः अपि भवति, कुपुरुषः अपि भवति, रूपद्वयं यदि पुरुषसम्बन्धे अस्ति चेत्, विभाषार्थे अस्ति चेत्. परन्तु इषद् सम्बन्धीया सन्ति चेत्, इत्युक्ते यत् पुस्तके सूत्रसङ्ख्या न दत्तमस्ति, पश्यामः चेत् इषदर्थे एक सूत्रप्राक् एव अस्ति, पञ्चशताधिकशततम तस्मिन्नेव पादे, षष्ठाध्यायतृतीयपादस्य पञ्चाधिकशततमसूत्रम् एतादृशमस्ति इषद् सम्बन्धे. यदि इषदर्थे अस्ति चेत् कः पदस्य कादेशः भवति, यथा इषद् मधुरं वदामः चेत् किं भवति, का मधुरम्, इषद् लवणं, का लवणम् इति पुस्तके दत्तमस्ति खलु, का मधुरम् इत्यत्र कोः इषद् अर्थकत्वम्, इषद् अर्थकत्वम् इति अस्ति खलु, इषत् अथवा इषद् अर्थकत्वं, न तु कुत्सित अर्थकता. अत्र कुत्सित अर्थः इति नास्ति, का इति अर्थमस्ति. अतः का मधुरं खलु इत्युक्ते इषत् मधुरम् अथवा इषन् मधुरम् इति अर्थः इति अस्तु. तर्हि एतादृशम् इषदर्थे कादेशः इति भवति, इत्युक्ते इषद् मधुरं, का मधुरम्, इषद् लवणं, का लवणम्, इषद् आम्लं, काम्लम्, तादृशेन इषद् पुरुषः अपि, का पुरुषः, एतादृशं भवति. तर्हि केवलं तत्र कु अथवा तद् इति नास्ति, का अपि भवति. तर्हि अत्र किं भवति, हा प्रायशः एतावत्पर्यन्तम् एतदेव अस्ति. हा, अग्रे अन्ये अपि आयाति, तर्हि अग्रे पठामः किमस्ति. एतावत्पर्यन्तं प्रायशः स्पष्टः एव, तत्र उदयकुमार महोदय स्पष्टः खलु एतावत्पर्यन्तं किम् अभवत्. अस्तु अस्तु, सम्यक् अस्तु. अग्रे पश्यामः चेत् तर्हि अस्तु. अश्लेष महोदय. आम्, शिष्ये वदति ईषद् अर्थे एव का इत्यादेशः. आम्, आचार्य वदति का पुरुषः, का पथः, क काक्षः इत्येतेषु त्रिषु कुत्सितार्थे कादेशः, अन्यत्र सर्वत्र ईषदर्थे एव कादेशः। आं तर्हि शिष्य वदति ईषदर्थे अस्ति चेत् का इति आदेशः भवति, यथा का मधुरम् इति। तर्हि आचार्य वदति यदि कुत्सितार्थे अस्ति तत्र केवलं त्रिषु भवति, का पुरुषः, का पथः, काक्षः। तत्र सूत्रेषु सूत्रे तु केवलं पुरुषे इति विभाषा पुरुषे लिखितम् अस्ति, परन्तु अन्यदपि सूत्राणि भवितुमर्हति। तत्र का पथः, काक्षः अपि अस्ति, एतत् अस्ति चेत् विकल्पेन का भवति कुस्थाने, तर्हि कुत्सितार्थे अपि भवति। आम् अन्यत्र सर्वत्र ईषदर्थे एव कादेशः भवति इति अस्ति। तर्हि अत्र किमस्ति इत्युक्ते, अत्र आचार्यः वदति केवलं तादृशेन नास्ति ईषद् सम्बन्धीय, अन्यत्रापि का इति दृश्यते खलु, तत् अस्ति एवम् अन्यत् सूत्र एव अस्ति चतुरधिकशततमसूत्रसङ्ख्या अस्ति षष्ठाध्यायतृतीयपादे एव। इत्युक्ते षष्ठाध्यायतृतीयपादस्य प्रथमपञ्च षड् सूत्राणि तु केवलं कुसम्बन्धीय एव। तर्हि किं वदति एतत् सूत्रम्? अतीवसरलमेव एतत् सर्वं सूत्रमस्ति। का पथ्यक्षयोः इत्युक्ते का पथि अक्षयोः, खलु पथि इत्युक्ते पथिन् इति शब्दस्य, एवम् अक्ष द्विवचनमस्ति इति कृत्वा सप्तमी, अक्षयोः का पथ्यक्षयोः इति सूत्रमस्ति। अर्थं किं? पथिन् एवम् अक्ष इत्यतयोः उत्तरपदे कः स्थाने का आदेशः भवति? यथा कुत्सितः पन्था इति भवति, कुत्सितः पन्था कापथः, कथं कु अधिकं पथिन् इति कृत्वा कुस्थाने का इति कृत्वा भवति कापथः। अत्र कानिचन सोपानानि सन्ति, कुस्थाने का इति कथं भवति तदपि पाणिनि अष्टाध्यायमध्ये दत्तमस्ति। इत्युक्ते उकारस्य लोपः, उकारस्थाने अकारादेशः, पुनः अपि ठकारस्य अपि इकारः गच्छति इत्संज्ञातस्य, तर्हि का अधिकं पथ् अधिकम् अ इति कृत्वा का पथ इति भवति। तादृशेन इत्युक्ते कुत्सितः पन्था अस्ति खलु, अर्थं जानन्ति इदानीं खलु, पथिन् यत् अस्ति तत् सम्यक् नास्ति खलु, कु इति अस्ति, कुत्सितः पन्था का पथः। तादृशेन अत्र अन्यत् उदाहरणमपि महोदयेन पठितं खलु, काक्षः इति अस्ति, अक्षः जानीमः, अक्षः इत्युक्ते इन्द्रियं, पञ्चेन्द्रियं सन्ति शरीरे अस्ति खलु, पञ्चेन्द्रियम् इत्युक्ते चक्षुरिन्द्रियं, स्वादेन्द्रियं, घ्राणेन्द्रियं, स्पर्शेन्द्रियं, श्रवणेन्द्रियम् इति पञ्च। तर्हि अक्षः इत्युक्ते इन्द्रियं, कुत्सितः अक्षः इति अस्ति चेत् पाणिनिसूत्रेण यत् अस्ति सूत्रं किमस्ति? कापथ्यक्षयोः इति सूत्रेण अत्रापि कु अक्षः इति नास्ति, काक्षः इति। तर्हि अक्षः तु अकारः अस्ति खलु, तथापि विशिष्टसूत्रमस्ति अत्र, विशिष्टसूत्रम् अत्र कुस्थाने यथा अच् आदेशे कद् अभवत् अत्र न भवति विशेषविकल्पेन कुस्थाने का इति भवति इति वदति पश्यतु अत्र उदाहरणत्रयं कापथः काक्षः तु पाणिनि तत्र सूत्रे एव साक्षात् दत्तमस्ति कापुरुषः अपि तादृशेन भवति कापुरुषः कथं भवति षष्ठाधिकशततम यत् अस्ति सूत्रं विभाषापुरुषे इति सूत्रमस्ति तर्हि विभाषापुरुषे किं वदति तत् विभाषापुरुषे वदति पुरुषशब्दः उत्तर उत्तरपदे विभाषा इति ओहो का इति आदेशः भवति तर्हि पुरुषः इति अस्ति चेत् तत्र रूपद्वयं खलु इदानीमेव पठितं कुपुरुषः अपि भवति कापुरुषः अपि भवति तर्हि कापुरुषः अस्मिन् सन्दर्भे अपि अन्यत् रूपं परन्तु कः पुरुषः कोऽपि वदति चेत् तत्तु असाधु एव विभाषापुरुषः अस्ति चेत् विकल्पेन कुस्थाने का आदेशः भवति कुत्सितः पुरुषः कुपुरुषः अथवा का पुरुषः वा द्वयोः अपि समान इत्युक्ते साधु तत्र सुप्रयोगः उभयोः इति अस्ति सम्यक् अश्लेष महोदय आमां सम्यक् अस्तु अस्तु अत्युत्तमम् अग्रे अग्रेसरामः तर्हि कुशल महोदय शिष्यः अयमत्र सङ्गः भवितुम् अर्हति कुत्सितार्थे अजादिपदे परे कु इत्यस्य कदादेशः त्रयः अपवादाः सन्ति त्रयः अपवादाः कापुरुषः कापतः काक्षः त्रीणि अपवादः हलादिपदे परे कु इत्यस्यैव स्थितिः यदि परे कोऽपि व्यञ्जनम् अस्ति हल पदस्ति कु इत्यमेव स्थितिः कु तर्हि कु शब्दस्य प्रयोगः भवति कु इत्यस्य आदेशः ईषदर्थे कु इत्यस्य आदेशः तृणानां पदानां तु कुत्सितार्थे अपि कादेशः यदि का क आदेशः भवति तर्हि कुत्सितार्थे भवति सम्यक् न अर्थे सर्वोऽप्यं तत्पुरुषसम्बन्धः एव सर्वे अपि तत्पुरुषसमासः अस्ति एव उत्तरपत्राधान्यं प्रथमविभक्ति अर्थात् समीचीनं कुत्सितार्थे हा इत्युक्ते अत्र अत्र अत्र किं किं वदति शिष्यस्य प्रश्नः अस्ति अयमत्र सङ्ग्रहः भवितुम् अर्हति इत्युक्ते कुत्सितार्थे यदि आज् अत्पदानि सन्ति चेत् तर्हि कु आदेशः भवति खलु तत्र अपवादद्वयमस्ति तत्र अपवादद्वयं तत्र किं वादम् हा इत्युक्ते तत्र एकम् अपवादः अस्ति तत्र इत्युक्ते त्रयोश्च रथवदयोः च ऋण इति एकमस्ति अन्यत् अस्ति कुस्थाने का इति खलु द्वित्र अपवादाः इति वदति तत्र तदनन्तरं वदति हलादिपदे परे तु कु इत्युक्ते सारांशेन एतत् सर्वं वदति महोदय अन्यत् किमपि नास्ति अनन्तरं वदति ईषदर्थे अस्ति चेत् कुस्थाने का इति वदति अत्र सर्वत्र तत्पुरुषः भवति कानिचन स्थले केवलं अथवा अथ उष्ट्रः इति आसीत् तत्र बहुव्रीहिः भवति इति अस्ति खलु. अन्तिमं पठतु इति इदानीं समाप्तं तदनन्तरम् आचार्य. ईषदर्थे तु अजादिपदे पदे अपि कादेशः एव, यथा कुत्सितः, आम्लः, काम्लः. यदि यदि स्वरः अस्ति परे तर्हि क आदेशः भवति क, परन्तु इदानीं कुत्सितः, आम्लः, काम्लः इति वयं चर्चितवन्तः खलु. इषदर्थे वयं चर्चितवन्तः. तर्हि एतत् अध्यायः सम्पूर्णम् इदानीं समाप्तः. अस्तु, अग्रेसरामः इदानीम् उदयकुमार महोदय अग्रिमाध्यायः. अस्मिन् एव सन्दर्भे अस्ति, कुसम्बन्धी अस्ति, बहु किमपि भेदः न, परन्तु कानिचन विकल्पेन किं भवति, केवलं कुसम्बन्धीयविषय एव. करोतु महोदय. क्षमताम्, अन्तिमवाक्यं वा इति वा? न न न, नूतनाध्यायः अग्रिमाध्याय. किं राजा पुत्रणादयः. आचार्यः, गते मासे कुसमासविषये मया उक्तं खलु, भवतः परीक्षणाय अहं कानिचन उत्तरपदानि वदामि. कदादेशः भवति उत न इति परिशील्य समस्तं रूपम् उच्यताम्. उत्तरपदानि जनः, जनः जनः देशाहारः, दृष्टिः, उद्देशः, पुत्रः, अम्बा, ऊर्मि, ग्रामः, अर्थः इति. प्रथम जनः अस्ति, तत्र उत्तरपदं अत्र हलन्त हलादौ अस्ति, अतः अत्र कुजनः इति, कु इति एव तिष्ठति अत्र, अतः कुजनः. देशः अपि तथैव कुदेशः, कुदेशः एव वदति. आहारः अत्र तु अजादौ वर्गे भवति, आकारमस्ति, अतः मन्ये का काहारः इति वा, कत् कत् इति भवति, कदादेश कत् स्थाने कद् कदाहारः इति. दृष्टिः अत्र दृ अत्र किमपि विशेषणं पदं नास्ति, तत्रापि हलादौ भवति. अतः कुदृष्टिः कुदृष्टिः इति. उद्देशः अत्र अस्ति, अच् अस्ति, अतः कद् उद्देशः, उद्देशः इति भवति वा, कत् कत् उद्देशः, कदुष्ये कदुद्देशः, कदुद्देशः इति भवति, कदुद्देशः इति सम्यक् वा? आमां तत्रैव अग्रे एव उत्तरम् अस्ति महोदय, पश्यतु शिष्यस्य. अत्र पुत्रः अपि अत्र कालन्त अतः कु कुपुत्रः अम्बा अकारमस्ति कद् आदेशः अतः कदम्बा ऊर्मि ऊर्मिः अत्र अपि अच् अस्ति कद् आदेशः कुस्थाने कदूर्मि कुग्रामः ग्रामः कुग्रामः इति किमर्थं हलन्तः अस्ति अर्थः अत्र अकारमस्ति अत्र कद् कदर्थः समीचीनमस्ति खलु एतत् उदाहरणानि मया अपि उक्तं यत् सम्बन्धे एव एतत् अत्र दत्तमस्ति अत्र एव नीत्वा मया उक्तम् अस्तु सम्यक् इदानीं जानीमः अग्रे अश्लेष महोदय आम् आचार्य निर्दिष्टानि एव रूपाणि उक्तानि भवता उष्णशब्द उष्णशब्दे परे कश्चन विशेषः अस्ति उष्णशब्दः तु अजादिः अजादौ उत्तरपदे कदादेशः तु भवति एव अतः कदूष्णम् इति रूपं कवं चोष्णे इति सूत्रेण कवं काच भवतः विकल्पेन तस्मात् कोष्णं कवोष्णम् इत्यपि रूपे तर्हि आचार्य वदति यत् उत्तराणि शिक्षेण दत्तः तत्र कोऽपि त्रुटिः नास्ति निर्दुष्टानि सन्ति तर्हि परन्तु आचार्य वदति अन्यत् पदमस्ति उष्ण तत्र कश्चन विशेषः अस्ति उष्णः तत्र उकारमस्ति चेत् अचि भवति तर्हि प्रायशः तु कदादेशः भवति एव तर्हि कदूष्णम् इति रूपं भवति परन्तु अन्यत् सूत्रेण कवं चोषणे इति सूत्रेण कवम् अथवा का एतत् रूपद्वयं विकल्पेन आदेशः भवति तर्हि एतस्मात् सूत्रात् कोष्णम् अथवा कवोषणम् इत्यपि रूपद्वयं विकल्पेन भवति केवलम् उष्ण इति पदस्य समीचीनमस्ति तर्हि अग्रिम सप्ताधिकशततमसूत्रसङ्ख्या पश्यन्ति खलु तस्मिन्नेव अध्याये तस्मिन्नेव पादे अग्रिम एतत् सूत्रमस्ति अत्र उष्णसम्बन्ध्य केवलं वदति तर्हि रूपत्रयम् अत्र तर्हि अत्र किं भवति उष्णशब्दः उत्तरपदरूपेण तर्हि किं भवति अत्र सूत्रं वदति उष्णशब्दस्य उत्तरपदे इत्युक्ते तत्र अस्माकं कव् इति अपि भवति को इति अपि भवति इति कद् तु अस्ति एव स्वरः अस्ति इति कृत्वा कदुष्णं वयं जानीमः चिन्ता नास्ति परन्तु को उष्णं कवोष्णम् इति अन्यत् रूपद्वयं वयं न जानीमः एतादृशरूपमपि भवति इति कृत्वा परन्तु येन सूत्रेण उष्णः केवलम् अस्ति चेत् एतादृशेन अन्यत् रूपद्वयमपि भवति यथा कोष्णं कवोष्णम् इति अन्यत् रूपद्वयम् अस्तु सम्यक् अग्रे किमस्ति महोदय तत् पठतु अग्रे अपि अन्यत् एकं वाक्यं शिष्य वदति कुत्सितः राजा किं राजा इति क्वचित् पठितं स्मर्यते मया तत्र कुत्सितार्थे किं शब्दः प्रयुक्तः ननु शिष्य कुत्रापि पठति कुत्सितः राजा इति किं राजा तत्र तत्र कुराजा नास्ति किं राजा किं कुत्र आगतः तस्य प्रश्नः इदानीं। तर्हि आचार्यः वदति आम्, किम् इति अव्ययं तत्र, तस्य कुत्सितार्थकता, किं राजा, किं सखा, किं गौः इत्यादीनि अत्र उदाहरणानि। आम्, अत्र कुस्थान कु नास्ति, तत्र किम् अन्यत् कोऽपि अव्ययः अस्ति, तदुपयुज्य तस्यापि अर्थः कुत्सितार्थः एव भवति। तर्हि तदर्थं निधाय किं राजा अथवा किं सखा, कुत्सितः सखा अथवा किं गौः, कुत्सिता कुत्सिता गौः इति किं गौः इत्यादीनि उदाहरणानि सन्ति इति अस्ति। अग्रे अपि पठामि। हा, सम्यक् सम्यक्, अग्रे अन्य कोऽपि पठेत्। तत्र अत्र किम् अस्ति इत्युक्ते, तत्र शिष्यस्य प्रश्नः आसीत् खलु, अत्र किं शब्दः, किं कुतः आयाति इति कृत्वा, तर्हि किं कुत्र आयाति इदानीं जानीमः चेत्, यदि पश्यामः तत्र क्षेपः यत्र अस्ति तत्र आयाति। क्षेपः इत्युक्ते किं? निन्दा। निन्दा इत्युक्ते किं? कुत्सा, निन्दा। तर्हि एकं सूत्रमस्ति किं क्षेपे, सूत्रं तु दत्तं नास्ति तत्र पुस्तके, परन्तु द्वितीय अध्यायस्य प्रथमपादे चतुष्षष्टिः इति सूत्रसङ्ख्या अस्ति, किं क्षेपे इति अस्मिन्नेव सन्दर्भे कुत्सितोः राजा किं राजा इति इत्युक्ते कुत्सितः निन्दितः राजा इत्युक्ते किम् अधिकं राजन् भवति किं राजा इति रूपं खलु। परन्तु क्षेपे इत्युक्ते क्षेपति नास्ति वा? न न तथा नास्ति, संस्कृते बहवः अर्थाः सन्ति खलु, प्रत्येके आक्षेपः अपि अस्ति। हा, आक्षेपः अस्ति, क्षेपः क्षेपणार्थे अपि अस्ति खलु, अन्यदपि अर्थमस्ति। परन्तु अत्र अस्मिन् सम्बन्ध्य निन्दा स्थितौ, यतोहि मया उक्तं क्षेपः इत्युक्ते निन्दा अथवा कुत्सा एतस्मिन् अर्थे अस्ति चेत् अत्र किं भवति पूर्वपदं, किम् इत्येतत् क्षेपे गम्यमाने एतादृशं तत्पुरुषसमासः भवति इति। कुत्सितः अथवा निन्दितः राजा, किम् अधिकं राजन् किं राजा इति भवति रूपं। तादृशेन अपि अत्र महोदयेन पठितं खलु, किं सखा तादृशं, कथं वदामः कुत्सितः सखा इति, किं सखा इति भवति रूपं। तादृशेन अपि कुत्सितः गौ, किम् अधिकं गौ, किं गौ इति रूपत्रयं भवति खलु एतादृशेन इति। निन्दा अथवा कुत्सार्थे इति रूपत्रयम् अत्र भवति। अस्तु, सम्यक्। हा, अग्रे कुशल महोदय। शिष्य वदति का पुरुषः, इत्यत्र कुत्सितार्थे का इति आदेशः विकल्पेन, ईषद् अर्थे तु शिष्य वदति का पुरुषः इति का इति आदेश विकल्पेन कुत्सितार्थे पुरुषः कः पुरुषः अथवा का पुरुषः विकल्पेन कुपुरुषः अथवा का पुरुषः विकल्पेन ईश अर्थे तु ईश अर्थे तु कोः आदेशः नित्यः यथा कोः का पुरुषः कोः का आदेशः नित्यः कोः का ईश अर्थे तु कोः का आदेशः नित्यः सर्वदा तदा तु का पुरुषः इति एव एकमेव रूपम् इदानीं विकल्पेन अनेक पदं नास्ति का पुरुषः केवलम् ईषदर्थे अस्ति चेत् कुत्सितार्थे नास्ति ईषदार्थे अस्ति चेत् यदि ईषदार्थे अस्ति चेत् का पुरुषः एकमेव रूपं भवति यदि ईषदार्थे अस्ति चेत् परन्तु सर्वदा ईषदार्थे इति नास्ति खलु सर्वदा ईषदार्थे नास्ति चेत् कुपुरुषः अपि का पुरुषः अपि उभयम् अपि भवति मधुरम् ईषद् मधुरं समानं सम्यक् सम्यक् अस्तु देवकान्तमहोदय अग्रे शिष्यः कर्तॄणाम् इति तृणशब्दे उत्तरपदे कदादेशः इति भवता उक्तम् कर्तॄणम् इति प्रयोगः स्मर्यते खलु मया कुवे आचार्य वदति कुत्सितं तृणम् अस्ति चेत् कदा इति कदा देशः भवति तत्र भवति कदा अधिकं तृणं कर्तॄणम् इति आचार्य वदति कर्तॄणम् इति प्रयोगः न असाधुः कुत्सितं तृणं कुत्तृणं कदादेशः तु जातिविशेषवाचकत्वे एव अस्ति तत्र सूत्रमस्ति तृणे च जातौ पूर्वे अहं दृष्टवान् कुत्सितं तृणम् इत्युक्ते कर्तॄणं तत्र कत् इति कदादेशः भवति परन्तु इदानीम् आचार्ये वदति कुत्सितं तृणं कुत्तृणम् अपि भवति इति तत्र सूत्रमस्ति तृणौ च जातौ जातिविशेषवाचकत्वे तस्य अर्थं न जानामि महोदय चर्चितवन्तः खलु सूत्रसङ्ख्या पश्यतु अत्र त्र्यधिकशततमसूत्रमस्ति खलु त्र्यधिकशततमसूत्रं तृणे च जातौ इति सूत्रम् इत्युक्ते तृणशब्द उत्तरपदे अथवा तत्र तत्तु समीचीनं परन्तु जातिविशेषवाचकम् इत्युक्ते किम् इत्युक्ते जातिः यत् सूचयति खलु जातिः यत् जातिः सूचयति जातिः जातिः इत्युक्ते जानाति वा एकार्थं जानाति मनुष्यजाति अथवा जाति समानपुरुषाणाम् इति समानं द्रव्यम् एतादृशम् एकगुणौ अस्ति चेत् एतादृशं जाति इति वदामः तर्हि अत्र कर्तृण नाम जातिः अस्ति कर्तृण नाम जातिः अस्ति तर्हि तृणशब्दस्य उत्तरपदे यदि जातिनिर्देशमस्ति चेत् कूपदस्य स्थाने कद् आदेशः भवति तर्हि कर्तॄणम् इति रूपं भवति तत्र परन्तु सर्वत्र जातिसम्बन्धी नास्ति खलु तृण सर्वदा केवलं जातिसम्बन्धि अस्ति इति न इति न यदि अन्यत् सम्बन्धि अस्ति चेत् तत्र कुतृणम् इति भवति इत्युक्ते कुत्सितं तृणं कुतृणम् खलु एतादृशं परन्तु यत्र तत्र जातिसम्बन्धि नास्ति इति वदति तत्र तत्र अत्र पश्यतु कुतृणमिति प्रयोगः न साधुः इति वदति कुत्सितं तृणं कुतृणं कदादेशः तु जातिविशेषवाचकत्वे एव यदि जातिः अस्ति चेत् केवलं कद् भवति परन्तु सर्वदा जातिः अस्ति इति न अन्यत् किमपि अस्ति चेत् तत्र कुतृणमिति भवति इति वदति अन्यत् किमपि न यदि जातिसम्बन्धि अस्ति कदादेशः भवति जातिसम्बन्धि नास्ति चेत् कूतिष्ठति एव इति वदति अन्यत् किमपि न अवगतं खलु तर्हि मया उक्तं तत्र तत्र पूर्वस्मिन् अध्याये अस्माकम् अधुरेखाङ्क्षितस्थले अस्ति तत्र पश्यतु तत्र कर्तृणमिति लिखितमस्ति खलु पश्यतु कस्त्रयः कदर्थः कद्वदः कर्तृणम् इति लिखितमस्ति खलु तत्र तत्र जातिविशेषः इति अस्ति तादृशं जाति अत्र जातिविषयमस्ति तृणं तृणम् इत्युक्ते लैक् हे रैट् सतृणं कर्तृणम् इति जाति वा सर्वदा तृण इत्युक्ते केवलं तथा नास्ति महोदय अन्य अर्थाः अपि सन्ति समीचीनम् अत्र अत्र जाति कथं भवत् अस्ति अत्र इति मम प्रश्नः अस्ति तृणम् अस्ति बहवः तृणानि सन्ति सतृणं बेटर् क्वालिटि तृणं देन् कतृणं लोवर् क्वालिटि तत्र जाति इति वा तथा जाति केवलं तृणसम्बन्धीय केवलं तृणसम्बन्धीय इति नास्ति अन्यसम्बन्धीय अपि अस्ति परन्तु यत् जातिः सूचयति इत्युक्ते एकः व्यक्तिना बहवः मिलित्वा समूहः नीत्वा सूचयति तस्मिन् सम्बन्धे कुगुणः दुर्गुणः सूचयति चेत् कुस्थाने कदादेशः भवति यदा गुणजाति भिन्नभिन्नम् अस्ति खलु सगुणजातिः इति वदामः सगुणः यदा सूचयति चेत् एकः एव जातिः भिन्नभिन्नगुणानि सन्ति चेत् जातिः न भवति गणः वदामः समानगुणाः गुणः अस्ति चेत् तत्र गणः इति वदामः खलु समानगुणः इत्युक्ते मनुष्यजाति पशुजाति एतादृशं समानमेव गुणानि इत्युक्ते पञ्च इन्द्रियाणि स्यात् चेत् मनुष्याः वदामः खलु एतादृशम् आत्मनम् अस्ति चेत् मनुष्यः वदामः एतादृशं तर्हि इदानीं तत्र मनुष्यगणः वदामः चेत् मनुष्यजातिः कथं जानीमः मनुष्यगणः इत्युक्ते समानगुणानाम् एतादृशमस्ति गुणः समानम् अस्ति एतादृशं क्रियते तत्र जातिविशेषः अत्र तृणजाति इति तृणेः जाति इति वा सर्वदा तृणः इति न तृणनिश्चयेन आगच्छति एव परन्तु अन्ये अपि भवितुमर्हति जातयः केवलं तृणसम्बन्धि न अन्ये अपि भवति अर्थे खलु तृणशब्दः परन्तु तस्य अर्थ अन्यत् भवति निश्चयेन तृणसम्बन्धि तु भवति एव तत्र चिन्ता नास्ति तृणसम्बन्धि निश्चयेन भवति परन्तु अन्य अर्थाः अपि भवितुं शक्नोति यदि लेखकः क्वालिटि आफ् तृण इति वा आमामामामामां तथा किमपि वस्तु जाति भवितुम् अर्हति खलु. आमां हा, किमपि स्वीकुर्मः, किमपि स्वीकुर्मः तत्र. इत्युक्ते बहवः, इत्युक्ते तृणराजः तत्र अस्माकं तत्र तृणबीजः कर्तुं शक्नुमः, तृण अग्निः खलु, तृणकुटिः, बहवः कर्तुं शक्यते अन्यत्र अपि. इत्युक्ते कथनस्य आशयः एवमस्ति, यदि कुत्रापि कोऽपि जातिः सूचयति एवं तृणपदस्य प्रयोगः तत्र स्यात् एवं तत् सूचयति जातिः अस्ति चेत् भूस्थाने तदादेशः भवति इति जानीमः खलु. तर्हि तृणः जाति केवलं तत्र तृणः एव सूचयति चेत् सम्यक् चिन्तनमस्ति, तत्रापि कु स्थाने कद्. परन्तु यत्र तृणः केवलम् अस्ति, जातिः न सूचयति चेत् तत्र कु इति भवति, इति भवति कु तृणम् इति वदामः, न तु कतृणम् इति. तर्हि सरलतया चिन्तयामः चेत् चिन्ता मास्तु, केवलं तृण इत्युक्ते तादृशेन तृणमेव स्वीकरोतु, अन्य कोऽपि जातिः नास्ति, तृणजातिः, तदपि चिन्तयति चेत् तदपि सम्यक् अस्ति, चिन्ता नास्ति. परन्तु संस्कृते एक एकपदस्य बहवः व्यवहाराः सन्ति खलु, उपमाकृत्य तत्र लेखकाः प्रत्येकपदस्य व्यवहारः कुर्वन्ति, तर्हि तृणपदस्य अपि व्यवहारः कुर्वन्ति. किमर्थम् इत्युक्ते तृणः कुत्रापि एकस्य एव न तिष्ठति खलु, मिलित्वा भवन्ति, एकः अस्ति चेत् अन्यदपि आयाति, एतत् सर्वम् अस्ति. अस्तु, पठतु महोदय, समापयतु भवान् एव. कः पुरुषः इति रूपं श्रुतं मया उप्सितार्थे इति शिष्यस्य प्रश्नः, कः पुरुषः इति सम्यक् वा इति. प्रादेशिकभाषायां श्रुतं स्यात् भवता, न तत् संस्कृतं पदं. कः पुरुषः इति व्यवस्थप्रयोगः तु संस्कृतः एव. कु इत्यनेन समासे कृते तु का पुरुषः इति, कुपुरुषः इति वा रूपम् इति. कः पुरुषः इति संस्कृते सम्यक् रूपं नास्ति यदि कुपुरुषः अथवा का पुरुषः विकल्पेन इति, द्वयरूपं रूपद्वयमेव इति आचार्यः वदति. समीचीनं समीचीनं. तर्हि वयमपि चर्चितवन्तः तत्र विकल्पेन भवति उत्थितः पुरुषः कुपुरुषः अथवा का पुरुषः वा खलु. तर्हि कुत्र भवति कुशब्देन कादेशः, विभाषार्थे अस्ति चेत् खलु, विभाषार्थे अस्ति चेत् हा भवति कुस्थाने का पुरुषः. परन्तु कुत्सितार्थे अस्ति चेत् कुपुरुषः एव, कुत्सितः पुरुषः कुपुरुषः इति भवति. परन्तु विभाषार्थे अस्ति चेत् का पुरुषः इति भवति. तर्हि कुपुरुषः का पुरुषः इति रूपद्वयं. परन्तु कः पुरुषः इति वदामः चेत् तत्तु सम्यक् नास्ति, केवलं रूपद्वयमस्ति. अस्तु, समीचीनम्. अस्तु, अन्य कोऽपि प्रश्नः अस्ति वा इति अस्माकं कुत्सितार्थे कुशब्दः विषये अध्यायद्वयम्. अस्तु, प्रश्नः नास्ति चेत् तर्हि देवकान्तमहोदय उपस्थापनं कर्तुं शक्यते खलु आगामिसप्ताहे. आं महोदय. अस्तु अस्तु अस्तु, सम्यक् अस्तु. तर्हि आगामिसप्ताहे मिलामः, अत्र विरमामः. अस्तु, धन्यवादः, नमस्कारः. धन्यवादः, नमस्ते. धन्यवादः, नमस्कारः.